नमस्कारः, अस्माकं न्यायचिन्तनवर्गे स्वागतम्। अस्माकं विषयः अस्ति सविकल्पकज्ञानम् इति। गते सप्ताहे सप्रकारकज्ञानम् इत्यस्मिन् विषये चर्चितवन्तः गते सप्ताहे। तत्र किञ्चिदेव पुनस्मरणं कृत्वा अग्रे निर्विकल्पकज्ञानं किम् इति पश्यामः। अत्र सप्रकारकज्ञानम् इति, सप्रकारकज्ञानस्य अवगमनार्थम् अत्र यद्यपि अत्र मूलग्रन्थे प्रथमतया निष्प्रकारकज्ञानं निर्विकल्पकज्ञानं, निर्विकल्पकज्ञानं निष्प्रकारकज्ञानं इति प्रथमतया दत्तमासीत्। तदनन्तरं सप्रकारकज्ञानस्य विषये आगच्छति तर्कसङ्ग्रहे मूलग्रन्थे। परन्तु विद्याधर्याम् अत्र प्रथमतया सप्रकारकज्ञानस्य विषये दत्तमस्ति, तदनन्तरं निर्विकल्पकज्ञानं। तर्हि सप्रकारकज्ञानस्य अवगमनार्थं वयं दृष्टवन्तः गते सप्ताहे, प्रथमतया अत्र ज्ञानस्थले दीपरूपप्रकाशः अस्ति, तस्य प्रभा यस्मिन् पतति स एव विषयः अस्ति। तर्हि अत्र ज्ञानस्थले तिस्रः विषयताः सन्ति, प्रकारता, संसर्गता, विशेष्यता इति अपि वयं दृष्टवन्तः। तत्र किञ्चिदेव पुनस्मरणं कुर्मः। अत्र राजेन्द्रमहोदय वदति वा, अत्र सारांशरूपेण वदतु, अत्र ज्ञानस्थले किं किं भवति? ज्ञानस्य स्थले यथा यत् ज्ञानम् उत्पद्यते तत्र विषयतासम्बन्धेन तत् ज्ञाने वर्तते, अपि च विषयतासम्बन्धेन ज्ञानं विषयतासम्बन्धेन ज्ञाने अस्ति। यथा घटभूतलयोः उदाहरणं स्वीकुर्मः चेत् तत्र घटः विषयितासम्बन्धेन ज्ञाने अस्ति, अपि च ज्ञानरूपी दीपः विषयं प्रकाशयति, अतः ज्ञानं विषयितासम्बन्धेन घटे वर्तते वर्तते, अपि च घटः विषयतासम्बन्धेन ज्ञाने वर्तते। ज्ञानं द्विप्रकारकम् अस्ति, यथार्थज्ञानम् अपि च यथार्थज्ञानम् अस्ति यत् अप्रसिद्धज्ञानम् अस्ति, यथा शश विषाणं तत्र उदाहरणं स्वीकुर्मश्चेत् तत् मूलतः तत्र शश्यां विषाणं न सन्ति, परन्तु तादृशी ज्ञानं यथार्थज्ञानम् अस्ति। परन्तु अत्र पुनः महोदय, शशविषाणज्ञानं यथार्थज्ञानम् इति उक्तवान् वा? अयथार्थज्ञानम् इत्युक्ते अत्र शशस्य विषाणमेव नास्ति, तद् असम्भवः अस्ति। तत्र अयथार्थज्ञानमपि न भवति। अयथार्थज्ञानम् इत्युक्ते अहं शुतिकां दृष्ट्वा रजतम् इति चिन्तयामि, अतः घटं दृष्ट्वा पटम् इति चिन्तयामि चेत् तत्र अयथार्थज्ञानम्। अथवा अत्र रज्जुः अस्ति, रज्जुं दृष्ट्वा सर्पम् इति चिन्तयामि चेत् तत्र अयथार्थज्ञानम्। परन्तु शशविषाणम् इति उदाहरणम् अयथार्थज्ञानस्य उदाहरणं नास्ति, यतोहि शशस्य विषाणमेव न भवति, अतः तत्र असम्भवः अस्ति, अत्र किमपि ज्ञानमेव न भवितुम् अर्हति, यतोहि तादृशपदार्थः एव नास्ति। अत्र किम् अस्ति यत्र प्रत्यक्ष प्रमायाः दक्षिणे तत्र ज्ञानं दुर्विधम् अस्ति, निर्विकल्पकं ज्ञानं, सविकल्पकं ज्ञानम् अस्ति। सविकल्पकं ज्ञानं तु यत्र ज्ञानं यः ज्ञानं प्रत्यक्षेण जायते, अपि च अनुमिति उपमिति शाब्दबोधेन च जायेत, तत् ज्ञानं सविकल्पकम् अस्ति। इत्युक्ते तत्र विषयतासम्बन्धेन तत्र प्रकारता, संसर्गता, अपि च विषयता तत्र भवति, तिस्रप्रकारक प्रकारक तत्र प्रकारता सन्ति तत्र यथा उदाहरणत्वेन नीलिम्नघटस्य चिन्तनं कुर्मश्चेत् तत्र नीलिमा तस्य विशेषणम् अस्ति, सा विशेषणं ज्ञानस्य एकविधप्रकारः अस्ति, शास्त्रप्रकारस्य एव विकल्पः अस्ति, तत् तं तद् ज्ञानं सविकल्पकज्ञानं वदामः तत्र प्रकारता त्रिविध अस्ति, अपि च विशेषप्रकारता संसर्गता येन सम्बन्धेन सह तत्र भवति, तत् अपि च तस्य विषयितासम्बन्धः अस्ति। ज्ञानं विषयितासम्बन्धेन घटे वर्तते, अपि च ज्ञानं यस्मिन् पदार्थे अस्ति सः पदार्थः घटः विषयितासम्बन्धेन ज्ञाने अस्ति। ज्ञानरूपी दीपः विषयं प्रकाशयति, सा प्रभा विषयितासम्बन्धः। उदाहरणत्वेन घटभूतलयोः घटः विशेषणम् अस्ति, भूतलं विशेषं घटे विद्यमानप्रभारूपविषयिता प्रकारता अस्ति। घटभूतलयोः मध्ये यः संयोगसम्बन्धः अस्ति सा प्रभा संसर्गता, अपि च भूतलं विशेष्ये विद्यमानप्रभा विशेषता वदामः। ईदृशी ज्ञानं सविकल्पकं ज्ञानं सप्रकारकं ज्ञानं सविकल्पकं ज्ञानं इति वदामः। सम्यक् अस्ति महोदय। तत्र एकः प्रश्नः, क्षम्यतां, तत्र एकः प्रश्नः अस्ति तत्र तस्मिन्नेव परिच्छेदे, किन्तु तिस्रः युगपदेव विशेषणं विशेष्यं तत्सम्बन्धं च प्राप्नुवन्ति, यत् स्व आश्रयं भेदेन बाधयति तत् विशेषणम् इत्युक्ते किं भगिनि? तत्र अत्र उदाहरणमस्ति नीलिमा घटः इति उदाहरणमस्ति, मम पुरतः घटः अस्ति, तस्मिन् घटे नीलरूपम् अस्ति, तर्हि इदानीम् अत्र ज्ञानस्य दीपरूपप्रकाशः अस्ति, अत्र दीपः अस्ति इति चिन्तयतु, दीपः अस्ति चेत् दीपात् प्रकाशः आगच्छति, प्रकाशः विषये पतति, एवमेव अत्र दीपस्य स्थाने ज्ञानम् अस्ति, ज्ञानात् दीपः आगच्छति, दीपस्य प्रकाशः दीपस्य पुरतः इदानीं किम् अस्ति, घटः अस्ति, घटे नीलः वर्णः अस्ति, तर्हि दीपस्य प्रकाशः घटे अपि पतति, नीलरूपे अपि पतति, तयोः सम्बन्धे अपि पतति, युगपत् पतति, प्रकाशः युगपत् एतेषां विषयाणां पतति, एतेषु विषयेषु पतति, अतः तत्र युगपत् सम्बन्धमपि तस्मिन्नेव क्षणे सम्बन्धः अपि भवति। अत्र अत्र प्रथमतया रूपम् अस्ति, प्रकारः घटं रञ्जयति, अनन्तरं प्रकारः विशेषणमस्ति चेत् तस्य आश्रयः अवश्यं भवति, तर्हि घटः एव आश्रयः अस्ति, घटस्य अपि घटमपि प्रकाशयति, तयोः सम्बन्धः अपि प्रकाशयति, तर्हि युगपत् भवति। यदा हि ज्ञानात् दीपरूपप्रकाशः आगच्छति, युगपत् विषयेषु पतन्ति, अपि च तदनन्तरं ज्ञानं भवति, क्रमेण ज्ञानं भवति इति कृत्वा युगपत् सम्बन्धः भवति इति दत्तमस्ति। ततः अग्रे यत् स्वाश्रयं भेदेन बोधयति तद् विशेषणम्, अत्र वयं चिन्तयितुं शक्नुमः अत्र किमर्थं स्वाश्रयं भेदेन बोधयति इति दत्तमस्ति, किमर्थम् अत्र स्वाश्रये भेदं बोधयति इति किमर्थं न दत्तमस्ति इति चेत्, अत्र यतोहि अत्र स्पष्टीकरणार्थम् अत्र यत्र विशेषणम् अस्ति, विशेषणम् इत्यस्य लक्षणं किम् इति चेत्, विशेषणं सर्वदा आश्रये भवति, सर्वदा आश्रये स्थित्वा आश्रयं पृथक् करोति अन्येभ्यः पदार्थेभ्यः पृथक् करोति, तदेव विशेषणस्य लक्षणम् अथवा तस्य वैशिष्ट्यम् अथवा कार्यमस्ति। अतः अत्र दत्तमस्ति विशेषणं स्वाश्रये स्थित्वा स्वाश्रयं पृथक् करोति, स्वाश्रयस्य भेदं बोधयति, तदेव अत्र भिन्नरीत्या दत्तमस्ति। यतोहि अत्र विशेषणस्य वैशिष्ट्यं वक्तुं तादृशवाक्यस्य प्रयोगम् अत्र विद्याधर्यमस्ति, प्रयोगः अस्ति। बुद्धं वा? आम् आम् आम् आम्, किन्तु इति दत्तमस्ति किल, तथैव मम प्रश्नः आसीत्, किमर्थं किन्तु तिस्रः इति? हा, किमर्थम् इति तथा दत्तमस्ति चेत्, अत्र किन्तु नास्ति चेत् वयं चिन्तयितुं शक्नुमः, ओ प्रथमतया दीपरूपप्रकाशः घटे पतति, तदनन्तरं रूपे पतति, तदनन्तरं अत्र तयोः सम्बन्धे पतति, तदनन्तरं तत्र सम्बन्धः भवति इति तादृशं वयं चिन्तयितुं शक्नुमः. परन्तु यदा हि दीपरूपस्य प्रकाशः पतति, युगपत् एव सर्वेषां यः विषयः मम पुरतः अस्ति तस्य उपरि तदेव मम ज्ञानस्य विषयः अस्ति. यदा इदानीं घटः मम ज्ञानस्य विषयः अस्ति चेत् सम्पूर्णतया घटः एव मम पुरतः अस्ति. घटे यत्किमपि अस्ति, रूपं, जातिः, यत्किमपि, तत्सर्वं मम ज्ञानस्य विषयः अस्ति इति कृत्वा तत्र युगपत् सम्बन्धः अपि आगच्छति. अतः अत्र क्रमेण इति नास्ति, युगपत् युगपत् अस्तु. सम्यक्, धन्यवादः. अस्तु, अपि च वयं दृष्टवन्तः गते सप्ताहे यत्र यत्र यत्र ज्ञानस्थले अत्र दीपिका अत्र विद्याधर्यां ग्रन्थे यत्र कुत्रापि ज्ञानस्य निरूपणं कृतं, सर्वत्र दीपदृष्टान्तत्वेन एव निरूपणं कृतमासीत्. सर्वत्र तथा एव अस्ति. अपि च एतादृशवर्णनं न केवलं यथार्थज्ञानस्थले, अयथार्थज्ञानस्थले अपि तथा एव भवति. यत्र कुत्रापि ज्ञानस्य विवरणम् अस्ति तत्र सर्वत्र प्रकारसहितज्ञानं, सप्रकारकज्ञानं. सप्रकारकज्ञानम् इत्युक्ते प्रकारः अस्ति, प्रकारः अस्ति चेत् तस्य आश्रयः अवश्यमस्ति, आश्रयः अस्ति चेत् तयोः सम्बन्धः अपि अवश्यमस्ति. यद्यपि अत्र मूलग्रन्थे सविकल्पकज्ञानं सप्रकारकज्ञानम् इति दत्तमस्ति, परन्तु सप्रकारकः इत्युक्ते सविशेष्यकः, ससंसर्गः, त्रयाणामपि ग्रहणं. यद्यपि प्रकारः इत्येव उक्तं, परन्तु त्रयाणामपि ग्रहणं, यतोहि प्रकारः स्वतन्त्रतया स्थातुं न शक्नोति. प्रकारः अस्ति चेत् तस्य आश्रयः अवश्यमस्ति, आश्रयः अस्ति, अत्र पदार्थद्वयमस्ति, तर्हि सम्बन्धः अपि अवश्यमस्ति इति वयं दृष्टवन्तः. अपि च अत्र निर्विकल्पकज्ञानम् इन्द्रियमात्रजन्यम् इति अपि दृष्टवन्तः, खलु? अस्तु, एतावता कोऽपि प्रश्नः वा सप्रकारकज्ञानविषये? अस्तु, तर्हि अग्रे सरेम. इदानीम् अत्र निर्विकल्पकप्रत्यक्षम् इति अस्ति, रामप्रिया भगिनी पठति वा निर्विकल्पकप्रत्यक्षम्? आं पठामि. निर्विकल्पकप्रत्यक्षम् एतादृश सप्रकारक सविशेष्यक संसर्ग ज्ञानात् पूर्वं किञ्चित् ज्ञानं नैयायिकैः अङ्गीक्रियते. तत् ज्ञानस्य प्रकाशरूपाः विषयताः घटे समवाये नीलरूपे वा पतन्ति एव. अर्थात् ज्ञानं विषयतानां निरूपकं भवति, परन्तु तासां विषयतानां परस्परं निरूप्य निरूपकभावो न भवति. अस्तु अस्तु, प्रयत्नं करोमि भगिनि. तत्र यदा वयं सप्रकारकज्ञानविषये तु वयं दृष्टवन्तः सविशेष्यक ससंसर्गज्ञानात् तदेव ज्ञानस्य त्रिप्रकारकज्ञानम् इति तत् दृष्टवन्तः. तत्र पूर्वं किञ्चित् ज्ञानं नैयायिकैः, तस्मात् पूर्वं एतस्मात् पूर्वं नैयायिकैः केचन किञ्चित् ज्ञानविषये अङ्गीक्रियन्ते. तत् किम् इत्युक्ते तद् ज्ञानस्य प्रकाशरूपाः विषयताः घटे समवाये नीलरूपे वा पतन्ति एव. अस्तु, घटे समवाये नीलरूपे प्रकाशरूपविषयता घटे पतति, नीलरूपं तु गुणः अस्ति, अतः समवायेन पतति इति वा? इत्युक्ते अत्र अत्र अत्र इता भवती उक्तवती प्रथमतया अत्र सप्रकारकज्ञानम् इत्युक्ते प्रकारसहितज्ञानं, तस्मात् पूर्वं किञ्चित् ज्ञानम् अस्ति, तदेव अत्र निर्विकल्पकज्ञानम् इति विषयः अस्ति इति ज्ञानं नैयायिकैः अङ्गीक्रियते इति तावत् स्पष्टमस्ति खलु. सविकल्पज्ञानात् पूर्वं किञ्चित् ज्ञानम्, अत्र क्षणमात्रज्ञानम् अस्ति, प्रथमक्षणे अत्र किञ्चित् अस्ति इति ज्ञानं भवति. कथं भवति तादृशज्ञानम् इति क्रमेण दत्तमस्ति अत्र. अत्र तज्ज्ञानस्य प्रकाशरूपाः विषयताः घटे समवाये नीलरूपे वा पतन्ति एव. इत्युक्ते अत्र ज्ञानस्य दीपरूपप्रकाशः अस्ति, अत्र सप्रकारकज्ञानस्थले अपि ज्ञानरूपस्य दीपप्रकाशः अस्ति. उभयत्र अत्र ज्ञानात् दीपः आगच्छति, तादृशप्रभा विषये पतन्ति एव, विषये पतन्ति, अत्र विषये पतति, अत्र विषयः अस्ति घटः, घटः घटे नीलरूपम् अस्ति, तयोः समवायसम्बन्धः अस्ति, तर्हि ज्ञानस्य दीपरूपप्रकाशः विषये पतन्ति, विषये पतति एव. अत्र त्रयः विषयाः सन्ति, घटः, नीलरूपम् अपि च सम्बन्धः. एतेषु विषयेषु दीपं तु पतति एव, इत्युक्ते ज्ञानेन एतेषां विषयाणां प्रकाशनं जातम्. इत्युक्ते अत्र घटः अस्ति, अत्र नीलरूपम् अस्ति, तयोः सम्बन्धः अस्ति, ज्ञानस्य प्रकाशः एतेषु पदार्थेषु पतन्ति, पतन्ति एव, पतति एव, क्षम्यतां, पतति एव, पतति एव. अर्थात् ज्ञानं विषयथानां निरूपकं भवति. इत्युक्ते यदा घटे समवाये वा नीलरूपे यदा ज्ञानस्य प्रकाशरूपा पतन्ति, तत्र ज्ञान विषयतानां निरूपकं, ज्ञानम् इति विषयतानां निरूपकं तु भवति एव. परन्तु तासां विषयतानां परस्परं निरूप्यनिरूपकभावः न भवति. तासां विषयतानाम् इत्युक्ते परन्तु अत्र अर्थात् ज्ञानं विषयतानां निरूपकं भवति, तत्र तस्मिन् वाक्ये किमस्ति? अत्र विषये विषयता अस्ति इति निरूपकं भवति वा? विषये विषयता अस्ति इति, हा, इत्युक्ते अत्र प्रथमतया अत्र अत्र त्रिंशत्तमे पृष्ठे ज्ञानस्थले किं भवति इति तत् स्पष्टमस्ति वा सर्वेषां कृते? अत्र ज्ञानस्य दीपरूपप्रकाशः, अथवा चित्रम् एकवारं पश्यामः, तदनन्तरं पुनः अत्र आगच्छामः. अत्र पृष्ठसङ्ख्या अस्ति 33 पृष्ठे. अस्तु, तत्र चित्रमस्ति खलु, अत्र चित्रे किम् अस्ति इति एकवारं वदतु. अत्र ज्ञानमस्ति, ज्ञानस्य पुरतः घटः अस्ति, तयोः सम्बन्धः अस्ति, विषयता विषयतासम्बन्धः, घटनिष्ठविषयतानिरूपकं ज्ञानम् इति आगच्छति प्रथमचित्रे. अस्तु, ज्ञानं विषयता, अत्र अत्र ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते इति अस्ति खलु. अत्र निरूपकम् इति इत्युक्ते अत्र किम् अस्ति निरूपकम्? यत् निरूपयति तत् निरूपकं, विषयस्य निरूपणं भवति तेन. विषयस्य निरूपणं भवति, सत्यम्. इत्युक्ते अत्र घटः पुरतः अस्ति, घटे घटः एव विषयः अस्ति, घटे विषयता अस्ति, ज्ञानं तत्र निरूपयति, घटे विषयता अस्ति इति निरूपयति. अतः अत्र ज्ञानं निरूपयति अथवा नियमयति इति अपि वक्तुं शक्यते. नियमयति किमर्थं तत्र नियमयति इति वदामः? यतोहि घटः अस्ति, घटे घटः एव विषयः, घटे विषयता अस्ति, तर्हि ज्ञानं यत् यः पदार्थः मम पुरतः अस्ति तम् एव प्रकाशयति, न तु अन्यपदार्थम्. अतः नियमयति इत्युक्ते यः पदार्थः अस्ति, यः मम ज्ञानस्य विषयः अस्ति, तं पदार्थमेव प्रकाशयति इति कृत्वा नियमयति अथवा निरूपयति, स एव विषयः अस्ति. इत्युक्ते ज्ञानस्य येन सह सम्बन्धः भवति तं पदार्थमेव प्रकाशयति, न तु अन्यपदार्थम्. अस्तु, तर्हि अत्र अग्रिमचित्रमस्ति, एवमेव अत्र अग्रिमचित्रमस्ति, तत्र किम् अस्ति? तत्र भूतलं घटवत् इति आकारः, तत्र तु तत्र त्रिविधः प्रकाशः इति, घटः, संयोगः, भूतलम् इति. घटः इति विशेषणं, तत्र प्रकारता इति ज्ञानं भवति, अनन्तरं भूतलम् इति विशेष्यं, तस्मिन् विशेष्यता अस्ति, अनन्तरं घटभूतलयोः संयोगः, संयोगसम्बन्धः, तत्र संसर्गता, तस्मिन् संसर्गता अस्ति. समीचीनं, तर्हि भगिनि इदानीं पश्यति चेत् अत्र दीपरूपप्रकाशः सैमल्टेनियस्लि युगपत् आगत्य पतति खलु, न तु प्रथमं घटस्य उपरि, तदनन्तरं भूतलस्य उपरि, तथा नास्ति खलु? तत्र प्रकाशः तिस्रः प्रभाः सन्ति, युगपद् घटे संयोगे भूतले पतति. अस्तु, तर्हि इदानीं पुनः अत्र अस्माकं निर्विकल्पकज्ञानम् इति विषये आगच्छामः. तत्र तत्र अर्थात् ज्ञानं विषयतानां निरूपकं भवति. अत्र सविकल्पकज्ञाने इदानीमेव अत्र घटवत् भूतलम् इति दृष्टान्ते तत्र ज्ञानं घटं निरूपयति, भूतलं निरूपयति, तयोः सम्बन्धमपि निरूपयति इति उक्तं. तत्र तत्र अस्माकं वाक्यं किं भवति? भूतलं घटवत् इति वा? भूतलं घटवत् भवती उक्तवती, घटे प्रकारता अस्ति, भूतले विशेष्यता अस्ति, तयोः सम्बन्धे संयोगसम्बन्धे संसर्गता अस्ति इति उक्तवती खलु. तर्हि अत्र वाक्यं वक्तुमिच्छामः चेत् कथं भवति? इत्युक्ते अत्र एकम् उदाहरणं वदामि. अत्र इदानीं घटे प्रकारता अस्ति, तर्हि सविकल्पकज्ञानस्थले घटनिष्ठप्रकारता निरूपित ज्ञाननिष्ठविषयिता इति तादृशवाक्यम्. एवमेव अत्र विपरीतरीत्या अपि वक्तुं शक्नुमः, ज्ञाननिष्ठविषयिता निरूपित घटनिष्ठप्रकारता खलु. अतः एवमेव अत्र भूतलं निरूपयं ज्ञानं निरूपयति इति चेत् तत्र वाक्यं किं भवति? भूतलनिष्ठविषयता निरूपित ज्ञाननिष्ठविषयिता. सम्यक्. विपरीतरीत्या ज्ञाननिष्ठविषयिता निरूपित घटनिष्ठ भूतलनिष्ठविषयता विशेष्यता. एवमेव अत्र सम्बन्धस्य विषये ज्ञानं निरूपयति इति चेत् संयोगनिष्ठ संसर्गता निरूपित ज्ञाननिष्ठविषयिता ज्ञाननिष्ठविषयिता निरूपित संयोगनिष्ठ संसर्गता. तर्हि अत्र सविकल्पकज्ञानस्थले किं भवति इति क्रमेण पश्यामः चेत् घटः अस्ति, घटे घटः भूतले अस्ति, तयोः सम्बन्धः अस्ति, घटे प्रकारता अस्ति, भूतले विशेषता अस्ति. सविकल्पकज्ञानस्थले ज्ञानं घटं निरूपयति, भूतलमपि निरूपयति, तयोः सम्बन्धमपि निरूपयति. तत्र तादृशवाक्यं भवति खलु. तत्र स्पष्टमस्ति. इदानीं तत्र निर्विकल्पकज्ञानस्थले किं भवति इति चेत् निर्विकल्पकज्ञानस्थले अपि ज्ञानं विषयतानां निरूपकं भवति. अत्र घटः अस्ति, अत्र अत्र भूतलमपि अस्ति, तयोः सम्बन्धः अपि अस्ति, सर्वम् अस्ति. परन्तु अत्र घटः अस्ति इति ज्ञानं नास्ति, अत्र किञ्चित् अस्ति इति एव ज्ञानं. तर्हि अत्र किं भवति इत्युक्ते वाक्यं किं कथं भवति इति चेत् अत्र ज्ञाननिष्ठविषयिता निरूपित किञ्चित् निष्ठविषयता इति एव भवति. किञ्चित् निष्ठविषयता, अत्र घटः इति तादृशज्ञानमेव नास्ति. यद्यपि घटः अस्ति मम पुरतः, परन्तु अहं घटं पश्यामि, परन्तु घटः इति ज्ञानं न भवति प्रथमक्षणे. अत्र किमपि अस्ति, किञ्चित् अस्ति. अतः यद्यपि ज्ञानस्य दीपरूपप्रकाशः घटे पतति, परन्तु तत्र किञ्चित् अस्ति इति एव तादृशनिरूपणमेव भवति, न तु घटः अस्ति इति तादृशनिरूपणं न भवति. यत्र सप्रकारकस्थले घटः अस्ति इति निरूपणं भवति खलु, अत्र तादृशनिरूपणं नास्ति, परन्तु किञ्चित् अस्ति. एवमेव अत्र ज्ञाननिष्ठविषयिता निरूपित किञ्चित् निष्ठ विषयता इति यत्र अत्र विशेष्यता अस्ति अथवा प्रकारता अस्ति अथवा तयोः सम्बन्धः अस्ति, तत्र सर्वत्र त्रीणि वाक्यानि भवन्ति समानरूपाणि. यतोहि अत्र किञ्चित् अस्ति एव, घटः यद्यपि घटः अस्ति, परन्तु अहं घटं पश्यामि, परन्तु तत्र किञ्चित् अस्ति इति एव ग्रहणं भवति. किञ्चित् अस्ति, तत्र प्रकारता अपि किञ्चित् अस्ति, अत्र विशेष्यता अपि किञ्चित् अस्ति इति एव तादृशग्रहणम् एव भवति. अतः अत्र दत्तमस्ति अर्थात् ज्ञानं विषयतानां निरूपकं भवति, निरूपकं भवति इत्युक्ते एतेषां पदार्थानां ग्रहणं भवति परन्तु किञ्चित् अस्ति इति ग्रहणं भवति, न तु घटः अस्ति नीलरूपम् अस्ति तादृशग्रहणं नास्ति. स्पष्टं वा? आम्, परन्तु तत्र विषयिता किञ्चित् विषयता तयोः मध्ये अपि निरूप्य निरूपकभावः न भवति वा यदा वयं पूर्वं दृष्टवन्तः? हा, तद् तद् अग्रिम अग्रिमवाक्यम् अस्ति. प्रथमतया ज्ञानेन एतेषां पदार्थानां निरूपणं भवति, परन्तु कथं भवति इति चेत् किञ्चित् अस्ति इति तादृशनिरूपणं भवति. तद् अग्रिमवाक्यमस्ति. किम् अस्ति? परन्तु तासां विषयतानां परस्परं निरूप्य निरूपकभावो न भवति इति दत्तमस्ति. तर्हि सविकल्पकज्ञाने कथं भवति निरूप्य निरूपकभावः पदार्थानां? तत्र तु यदा घटनिष्ठविषयता निरूपितविषयिता ज्ञाननिष्ठविषयिता इति भवति किल. हा, तत्तु ज्ञानम् अपि च अपि च विषयस्य निरूपणम्. इदानीम् अत्र विषयतानां परस्परनिरूपणं कथं भवति? परस्परनिरूपणं सप्रकारकज्ञानस्थले. सप्रकारक अस्तु इत्युक्ते सप्रकारकज्ञानस्थले पदार्थानां परस्परमपि निरूपणं भवति. अत्र एकक्षणम्, अत्र त्रिंशत् 33 पृष्ठे, तदग्रिमपृष्ठे 34 पृष्ठे. अत्र पश्यति चेत् विषयताः यथा ज्ञानेन निरूप्यन्ते तथा अधोभागात् अत्र द्वितीयपरिच्छेदं पश्यति वा? आम्, विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते. अग्रे पठतु. प्रकारता निरूपित विशेष्यता इव विशेष्यता निरूपित प्रकारता इति अपि सम्भवति. एवं संसर्गता अपि तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यता निरूपकं ज्ञानं भूतलनिष्ठविशेष्यता निरूपित घटनिष्ठप्रकारता निरूपकं ज्ञानम् इति वा वक्तव्यम्. अस्तु, तत्र परस्परमपि भवति. तदिदानीं न भवति वा? तदिदानीं न भवति, तदेव भेदः अस्ति. तर्हि इदानीम् अत्र इदानीमत्र नीलघटः इति उदाहरणमस्ति अस्माकं पुरतः. तदेव तमेव उदाहरणं स्वीकृत्य इदानीं पश्यामः, यतोहि अत्र अग्रे तदेव अस्ति. अतः अत्र नीलघटः इति उदाहरणमस्ति चेत् अत्र क्रमेण वदतु अत्र किं किं भवति, अत्र सप्रकारकज्ञानस्थले किं भवति एकवारं वदतु. नीलघटः इत्युक्ते तत्र यदा एतद् दीर्घवाक्यं वा? न न, अत्र क्रमेण प्रथमतया किम् अत्र ज्ञानेन निरूपणं भवति इति उक्तं. ज्ञानेन निरूपणं भवति इति चेत् अत्र किं भवति वाक्यम्? घटनिष्ठ ज्ञानेन भवति. अस्तु, घटनिष्ठप्रकारतानिरूपित तत्र इदानीं नीलम् इति अस्ति, अतः नील इति विशेष्यता, नीलनिष्ठविशेष्यतानिरूपकं ज्ञानं. एकक्षणं, नीलरूपम् इति विशेष्यता वा विशेषणं वा? विशेषणं. हा, विशेषणं. विशेषणं नीलः एव गुणः अस्ति, प्रकारः अस्ति. हा, एतं घटम् अन्येभ्यः घटेभ्यः पृथक् करोति. नीलघटम् अन्येभ्यः घटेभ्यः पृथक् करोति, अतः नीलरूपं विशेषणमस्ति, प्रकारः अस्ति. आम्, प्रकारः अस्ति. अतः नीलनिष्ठप्रकारतानिरूपित घटनिष्ठविशेष्यतानिरूपकं ज्ञानं. हा, इति परस्परनिरूपणं. प्रथमसोपानं किम् अस्ति? ज्ञानेन निरूपणं यदा भवति तदा प्रथमसोपाने तत्र तु अस्माकं विशेष्यता विषये तादृशम् आगच्छति किल. यथा इदानीमेव पूर्वं दृष्टवन्तः अत्र ज्ञाननिष्ठविषयितानिरूपित घटनिष्ठ विशेष्यता विशेष्यता विशेष्यता अपि च तत्र ज्ञाननिष्ठविषयितानिरूपितनीलरूपनिष्ठप्रकारता अपि च ज्ञाननिष्ठविषयितानिरूपितसंयोगनिष्ठसंसर्गता खलु इति प्रथमसोपानं ज्ञानेन सप्रकारकज्ञानस्थले ज्ञानेन एतेषां विषयाणाम् अत्र निरूपणं भवति इति तादृशवाक्यमस्ति परन्तु अत्र निर्विकल्पकज्ञाने वयं किम् उक्तवन्तः अत्र घटः इति ज्ञानं न भवति तत्र किञ्चित् अस्ति किञ्चित् अस्ति किञ्चित् अस्ति इति तादृशत्रीणि वाक्यानि भवन्ति खलु तर्हि यदा इदानीं द्वितीयसोपानम् अस्ति सप्रकारकज्ञानस्थले विषयतानां परस्परमपि निरूपणं भवति इत्युक्ते किम् इति चेत् तत्र नीलः घटः इति एव पश्यामः चेत् तत्र किं भवति घटनिष्ठविशेष्यतानिरूपित नीलनिष्ठप्रकारता निरूपकं ज्ञानम् एवमेव अत्र अत्र नीलरूपेण निरूपणं कर्तुम् इच्छामः चेत् नीलनिष्ठ प्रकारतानिरूपित घटनिष्ठ विशेष्यतानिरूपकं ज्ञानम् हा बहु सम्यक् हा एवमेव सम्बन्धस्य वक्तुमिच्छामः चेत् इदानीं तु नीलनिष्ठ क्षम्यतां घटनिष्ठ विशेष्यतानिरूपित नीलं नीलघटः इत्युक्ते समवायसम्बन्धः किल गुणगुणः समवाय समवायनिष्ठ संसर्गतानिरूपकं ज्ञानम् हा सम्यक् सम्यक् तर्हि सप्रकारकज्ञानस्थले अत्र सोपानद्वयं वयं दृष्टवन्तः प्रथमसोपाने ज्ञानं विषयतानां निरूपकं भवति द्वितीयसोपाने पदार्थानां परस्परनिरूपणमपि भवति परन्तु अत्र निर्विकल्पकज्ञानस्थले पदार्थानां परस्परनिरूपणं न भवति अत्र यथा भवती उक्तवती घटनिष्ठविशेष्यतानिरूपितनीलनिष्ठप्रकारतानिरूपकं ज्ञानं तादृशनिरूपणं न भवति यतोहि अत्र प्रकारता एव नास्ति प्रकारता नास्ति अतः अत्र विशेष्यता अपि नास्ति विशेष्यता नास्ति चेत् तत्र सम्बन्धः अपि नास्ति अतः अत्र अत्र किञ्चित् अस्ति इति एव अवगमनं भवति अवगतं भगिनि धन्यवादः अस्तु समीचीनम् अत्र एतावता कोऽपि प्रश्नः वा अस्तु अत्र सरलभगिनी विषयिता तस्य त्रिविधा इति न वक्तव्यं वा यथा विषयिता इति त्रिविधः इति अपि यत्र स्वप्रकारकज्ञानस्थले वा आम् आम् अहं वयं केवलं विषयिता इति वदामः किन्तु विषयिता अपि तस्य त्रिविधा अस्ति न विषयिता अपि त्रिविधा अस्ति अत्र अत्र पञ्चत्रिंशत्तमे पृष्ठे तदेव दत्तमस्ति खलु अत्र करदीपात् करदीपः तिस्रः प्रभाः आगच्छन्ति चेत् तत्र अत्र अत्र विपरीतरीत्या अत्र ज्ञानस्थले किं भवति इति पश्यामः चेत् अत्र तादृशवाक्यमपि वक्तुं शक्यते अस्तु सम्यक् एकवारं सारांशरूपेण सरलाभगिनी वदति वा अत्र सप्रकारकज्ञानस्थले किं भवति क्रमेण अनन्तरं निर्विकल्पकज्ञानस्थले किं भवति सप्रकारकज्ञानस्थले ज्ञानरूपी ज्ञानरूप विषयता युगपत् विषयोपर् आगच्छति यथा यद् अस्माकम् उदाहरणं ज्ञानस्य आकारः अस्ति नीलघटः अत्र सविकल्पक ज्ञानम् आगच्छति घट अस्ति विशेष्य घट नीलतयो मध्ये यः सम्बन्धः अस्ति तत् समवायसम्बन्धः अस्ति यः नील भवति विशेषणं सो घट ज्ञाननिष्ठ ज्ञाननिष्ठविषयिता निरूपित घटनिष्ठ विशेषता विपरीतरूपं घटनिष्ठविशेषतानिरूपित ज्ञाननिष्ठ विषयित सम्बन्ध तत् अस्ति सविषयकज्ञानं यदा वयं संस्कृतज्ञानं वदामः तद्भवति ज्ञाननिष्ठविषयिता निरूपित समवायनिष्ठ संस्कृता अथवा विपरीतरूपं समवायनिष्ठसंस्कृता निरूपित ज्ञाननिष्ठविषयिता तत् अस्ति संस्कृतज्ञानम्. तृतीय अस्ति सप्रकारकज्ञानं तस्य वाक्यं भवति ज्ञाननिष्ठविषयिता निरूपित नीलरूपनिष्ठप्रकारक विपरीतरूपेण नीलरूपनिष्ठप्रकारता निरूपित ज्ञाननिष्ठविषयिता तत् भवति सप्रकारक सविशेषक सत्संस्कृतज्ञानम्. इदानीं तयोर्मध्ये विशेषणविषय अपि सम्बन्ध तयोर्मध्ये परस्परम् अपि निरूप्यनिरूपकभावः अस्ति तद्भवति घटनिष्ठ विशेषतानिरूपित समवायनिष्ठ संस्कृतानिरूपकज्ञानम् अथवा अन्य घटनिष्ठविशेषतानिरूपित नीलरूपनिष्ठप्रकारतज्ञानं निरूपते ज्ञाननिष्ठविषयता इति तयोः परस्परं ज्ञानमपि वर्तते सविकल्पकज्ञानं यदि आगच्छति तस्य न्यायिका ते वदन्ति सविकल्पज्ञानस्य पूर्वं ज्ञानम् आगच्छति तत् भवति किञ्चित् ज्ञानम् इत्युक्ते ज्ञानस्य ज्ञानरूपी प्रभा प्रकाशरूपी प्रभा पतति किन्तु स्पष्टं न जातं विषय किम् अस्ति सम्बन्ध किम् अस्ति वा प्रकार किम् अस्ति केवलं विषयता तत्र पतति ज्ञानं भवति विषयता विषयता ज्ञानम् अस्ति सो तद् भवति ज्ञाननिष्ठविषयता किञ्चित् ज्ञाननिष्ठ किञ्चित् निष्ठय विषयता इति ज्ञाननिष्ठविषयिता निरूपति किञ्चित् निष्ठ विषयता भवति ता विषयता किञ्चित् निष्ठ विशेषता वा किञ्चित् निष्ठ प्रकारता वा किञ्चित् निष्ठ संस्कृता इति भवति तयो संस्कृत इति भगिनी अत्र किञ्चित् निष्ठ प्रकारता संसर्गता विशेषता इति अत्र निर्विकल्पकस्थाने अत्र प्रकारता विशेषता संसर्गता इति न आगच्छति एव अत्र विषयता इति एव किञ्चित् निष्ठविषयता किञ्चित् निष्ठविषयता किञ्चित् निष्ठविषयता इति तादृशमेव अहं यदि अस्ति लैक् घटभूतले अस्ति किञ्चित् ज्ञानं भवति किञ्चित् भूतले अस्ति सो किञ्चित् सम्बन्धः अपि अस्ति तत्र किञ्चित् सम्बन्धः अस्ति परन्तु किञ्चित् विषय किञ्चित् निश्चयता इति रूपकं ज्ञानम् अस्तु अपि तेषां मध्ये ये विषयता सन्ति यथा सविकल्पकज्ञाने संस्कृता विशेषता वा विशेषता संस्कृता प्रकारता तयोर्मध्ये यत् परस्पर निरूप्यक सम्बन्धः अस्ति तत् निर्विकल्पज्ञाने तत् न भवति अतः तत् निष्प्रकारकज्ञानं भवति तत् सम्यक् सम्यक् भगिनि अस्तु स्पष्टं जातम् इति मन्ये अत्र कोऽपि प्रश्नः वा अत्र निर्विकल्पकज्ञानं नाम किम् इति अस्तु अग्रे राजेन्द्रमहोदय पठति वा कुतः तस्मिन् ज्ञाने रूपं घटं न रञ्जयति. यः न रञ्जयति सः प्रकारो न भवति, न अपि आश्रयः विशेषः भवति. अतश्च समवायो अपि तयोः संसर्गतया न भासते. तस्मात् प्रकारविशेष्यभावः तत्र नास्ति इति तयोः विशेषतयोः निरूपिनिरूपकभावः न भवति. इदानीम् अस्मिन् परिच्छेदे अपि यथा भगिनी पठितवती, भवती अपि प्रतिपादितवती, तत् तस्य किञ्चित् अधिकविवरणम् अस्ति. यथा तत्र तस्मिन् ज्ञाने यथा निर्विकल्पकज्ञाने तत्र रूपं घटं न रञ्जयति. यदि तत्र न रञ्जयति सः महोदय अत्र कुतः इति पदस्य अन्वयः केन सह केन भवति? कुतः निर्विकल्पकज्ञानं तस्य कुतः तत्र परस्परनिरूपिनिरूपकभावो न भवति? किञ्चित् निश्च यथा वदामः तत् कुतः ततः कुतः आगच्छति. अस्मिन् ज्ञाने रूपं घटं न रञ्जयति, अपि च यथा रूपं घटे न रञ्जयति तथा सः तत् प्रकारता अपि न भवति, अपि नापि आश्रय विशेषः अपि न विशेषणं भवति, नापि विशेषः भवति. अपि च तत् यत् तत् समवाय अथवा यत् कोऽपि सम्बन्धः भवति संसर्गतया तत्र अपि न भासते तस्मिन्. तथा तस्मात् प्रकारविशेषभावः तत्र नास्ति. प्रकारविशेषभावः तत्र किञ्चित् यथा निर्विकल्पज्ञाने किञ्चित् निश्च यथा वदामः तत्र प्रकारविशेषभावः अपि तत्र नास्ति. तयोः विषयतयोः निरूपिनिरूपकभावः अपि नास्ति. तत्र यदि यदा तत्र किञ्चित् निश्च एव तत्र अस्ति, किञ्चित् निश्च ज्ञानम् अस्ति, तत्र विषयतयोः निरूपिनिरूपकभावः प्रकारता संसर्गता विषयिता तत्र तिस्रः मध्ये तस्य निरूपिनिरूपकभावः न भवति. अपि च किञ्चिदेव तत्र अस्ति, किञ्चिदस्ति, परन्तु तयोः मध्ये कोऽपि निरूपिनिरूपकभावः न भवति. यथा वयं सविकल्पज्ञाने दृष्टवन्तः तत्र तु निश्चयेन तत् विषयितयोः निरूपिनिरूपकभावः तु भवति एव तत्. परन्तु निर्विकल्प प्रत्यक्षं यः भवति, यदा भवति तत्र तादृशी विषयितयोः निरूपिनिरूपकभावः नास्ति. समीचीनम्. अत्र अहं कुत्रचित् पठितवती अत्र उदाहरणरूपेण निर्विकल्पकज्ञानस्य. एकः शिशुः अस्ति, शिशुः इदानीम् अत्र घटं पश्यति, घटे रूपमस्ति, सम्बन्धः अस्ति, सर्वम् अस्ति. परन्तु शिशुः तस्य अवगमनं किं भवति इति चेत् शिशुः तत्र चिन्तयति किञ्चिदस्ति तावदेव. घटः अस्ति इति न जानाति, तत्र रूपम् अस्ति इति अपि न जानाति, सम्बन्धः अस्ति इति अपि न जानाति, अत्र किमपि अस्ति इति तावदेव अवगच्छति. एवमेव तादृशज्ञानं निर्विकल्पकज्ञानम्. तत् सम्यक् उदाहरणमस्ति भगिनि. हा, तादृश उदाहरणं ज्ञात्वा मम इतोपि किञ्चित् स्पष्टता अभवत् निर्विकल्पकज्ञानस्थले अत्र किम् अस्ति इति. यतोहि अत्र किञ्चित् आश्चर्यजनक अथवा भ्रमात्मकः विषयः अस्ति, कथं मम पुरतः घटः अस्ति, रूपम् अस्ति, सर्वम् अस्ति, कथम् अत्र अहं किञ्चिदस्ति इति एव मम अवगमनम् इति. परन्तु प्रथमक्षणे एव भवति, द्वितीयक्षणे तु स्पष्टा जायते. सत्यं सत्यं, प्रथमक्षणे अपि इदानीं मम पुरतः घटः अस्ति चेत् सामान्यतया अहं घटमेव पश्यामि खलु, न तु किञ्चित्. अतः अत्र परन्तु तत् प्रायशः एकक्षण अतिरिक्त एव जायते तत्. हा प्रायः, परन्तु तत् सम्यक्तया स्पष्टरूपेण अवगन्तुं न शक्नोमि अत्र किमर्थं तत् तादृशमस्ति. यतोहि प्रथमक्षणे अपि अहं घटमेव पश्यामि इति अहं चिन्तयामि, परन्तु परन्तु अत्र शिशोः उदाहरणेन अत्र किञ्चित् स्पष्टता अस्ति मम मनसि. सम्यक् सम्यक् अस्तु भगिनि. अस्तु अस्तु तर्हि अग्रे अत्र इत्युक्ते अत्र अत्र यः कोऽपि पदार्थः यः कोऽपि विशेष्यः विशेष्यः इति विशेष्यः इति तदानीमेव वयम् अवगच्छामः यदा केनचित् पदार्थेन सः विशेष्यः विशिष्टः भवति. इत्युक्ते प्रकारः कोऽपि प्रकारः अस्ति चेत् प्रकारः विशेष्यं रञ्जयति रञ्जकः भवति. यदा हि रञ्जकः अस्ति तदा एव वयं विशेषस्य ज्ञानं तदा एव भवति. तर्हि तस्मिन् सन्दर्भे एव सम्बन्धस्य ज्ञानमपि स्पष्टता भवति. तर्हि रञ्जकः आवश्यकः. अत्र दत्तमस्ति रूपं घटस्य रञ्जकः न. एवमेव जातिः भवतु अथवा संज्ञापदं भवतु अथवा यत्किमपि भवतु यावत्पर्यन्तं रञ्जकः इत्युक्ते अत्र आश्रयं न रञ्जयति तावत्पर्यन्तम् आश्रयस्य ज्ञानं न भवति. यथा अत्र उदाहरणमस्ति घटः. यावत्पर्यन्तं वयं घटत्वं न जानीमः तावत्पर्यन्तं घटः अस्ति इति अवगमनमपि न भवति. तर्हि घटत्वम् इति ज्ञानस्य आवश्यकता अस्ति. तर्हि तत्र यदा हि विशेषणस्य ज्ञानं भवति तदा एव विशेष्यस्य ज्ञानं भवति. इत्युक्ते यः कोऽपि विशेष्यः तदानीमेव ज्ञायते यदा केनचित् विशेषेण विशिष्टः भवति. अस्तु तर्हि अत्र सारांशः अस्ति. निर्विकल्पकज्ञाने प्रकारता नास्ति, संसर्गता नास्ति, समवायः नास्ति, किञ्चित् अस्ति इति तावदेव अवगमनम् अस्ति इदानीम्. अस्तु अग्रे सरला भगिनी पठति वा. अस्तु. एवं सति सा विषयतापि प्रकारता संस्कारता विशेषता इति न व्यवह्रियते. परन्तु एतेषां पदार्थानां प्रकाशनं तु जातम्. अतः अत्र विषयताः भवन्ति परन्तु अत्र प्रकारत्वादीनाम् असत्वात् इदं निष्प्रकारकं निस्संस्कारकं निर्विशेषकं ज्ञानं भवति. इदमेव सङ्ग्रहकारेण निष्प्रकारकं ज्ञानं निर्विकल्पकम् इति निरूपितम्. इदानीं पुनः स्पष्टीकरणार्थं निर्विकल्पज्ञानं किम् अस्ति दत्तमस्ति. या विषयता प्रथमश्रेणि आगच्छति यत् वयं वदामः ज्ञाननिष्ठविषयिता किञ्चित् निष्ठविषयता सा विषयता विद्यमानम् अस्ति किन्तु तस्य अस्माकं प्रकारता संस्कृता विशेषता इति त्रिविधा ज्ञानं न आगच्छति तस्य. परन्तु एतेषां पदार्थां प्रकाशनं तु जातम्. एतत् त्रयो पदार्थानां युगपद् तत्र ज्ञानं प्रकाशं प्रभा प्रतिति तत्र. किन्तु पदार्थानां ज्ञानम् अस्ति किञ्चित् अस्ति किन्तु तथापि वयं तस्य भेदं न कर्तुं शक्नुमः. अतः तत्र विषयता भवन्ति परन्तु अत्र प्रकारता आदीनाम् असत्वात् इदं निष्प्रकारकं. यथा भवती उक्तवती विशेषणं विषयं विशेषति. अतः प्रकारता आदाय ज्ञानम् आगच्छति तत् नास्ति. अतः तद् भवति निष्प्रकारकज्ञानं. तत् निष्प्रकारकज्ञानम् अस्ति यदि तत् विशेषं न ज्ञातुं शक्नुमः तद् भवति निर्विशेषकं ज्ञानं. तयो मध्ये कः सम्बन्धः अस्ति तत् आल्सो न ज्ञातुं शक्नुमः तद् भवति निसर्गकं ज्ञानम्. अतः प्रथम निर्विकल्पज्ञानम् अस्ति तद् भवति निष्प्रकारकं ज्ञानं निर्विकल्पकम् इति निरूपितम्. प्रकार अति अत्र लक्षणवाक्ये निष्प्रकार तत् भवति तत् प्रकारकं ज्ञानं त्रीणि ज्ञानं निष्प्रकारक निसंस्कारक निर्विशेषकज्ञानं तस्मिन् आगच्छति निष्प्रकारकं ज्ञानम्. सत्यं. प्रकारकम् इत्युक्ते संसर्गः अपि च विशेष्यमपि अन्तर्भूतं. सत्यं समीचीनमस्ति. समीचीनम्. अत्र रामप्रियभगिनी सारांशरूपेण वदति वा किमस्ति इति? आम् आं भगिनि, तत्र यद्यपि तत्र प्रकाशः इति पदार्थानां प्रकाशः तु भवति एव, परन्तु तत्र प्रकारता, संसर्गता, विशेष्यता इति तस्य व्यवहारं वयं न कुर्मः. तत्र विषयताः तु भवन्ति, परन्तु तत्र तत्र किं निष्प्रकारकं, निस्संसर्गकं, निर्विशेष्यकम् इति एव ज्ञानं भवति. एतदेव वयं सङ्ग्रहरूपेण वदामः, निष्प्रकारकं ज्ञानं निर्विकल्पकम् इति. समीचीनं, सम्यक्. इत्युक्ते अत्र वस्तुतः अत्र सोपानत्रयम् अस्ति. अत्र इदानीम् अत्र प्रकारः इति पश्यामः चेत् अत्र प्रकारः एव नास्ति. प्रकारः नास्ति चेत् तत्र प्रकारता अपि नास्ति इति कृत्वा तत्र तादृशज्ञानम् अत्र निष्प्रकारकज्ञानम् अस्ति, तादृशज्ञानम्. एवमेव अत्र विषयः इत्यस्मिन् विशेष्यः इति पश्यामः चेत् अत्र प्रकारः एव नास्ति, अतः विशेष्यः अपि नास्ति. विशेष्यः नास्ति चेत् अस्मिन् विशेष्यता अपि नास्ति. तर्हि तादृशज्ञानं निर्विशेष्यकज्ञानम् अस्ति. एवमेव अत्र संसर्गः अपि नास्ति. संसर्गः नास्ति चेत् तत्र संसर्गता अपि नास्ति. तर्हि तादृशज्ञानम् अस्ति निस्संसर्गकज्ञानम्. यतोहि एतादृशव्यवहारः किमर्थम् अस्ति, एतादृशव्यवहारः इत्युक्ते अत्र अत्र विषयतानां परस्परनिरूप्यनिरूपकभावः एव नास्ति. स एव मूलविषयः अस्ति. परस्परसम्बन्धः नास्ति. परस्परसम्बन्धः अस्ति चेत् तदानीमेव अत्र प्रकारता, संसर्गता, विशेष्यता इति तादृशव्यवहारः भवति. परन्तु अत्र परस्परं निरूप्यनिरूपकभावः इत्युक्ते सम्बन्धः एव नास्ति. अतः अत्र निर्विकल्पकज्ञानं, निष्प्रकारकज्ञानम् अस्तु. अग्रे अत्र रामप्रियभगिनी भवती एव पठतु अग्रे. आं भगिनि, यद्यपि मूले निर्विकल्पकम् आदौ लिखित्वा ततः सविकल्पकं निरूपितं, तथापि प्रकारतादि निरूप्य सविकल्पकं निरूप्य निर्विकल्पककथनं सुकरम् इति मया सविकल्पकमेव आदौ निरूपितम्. तत्र निर्विकल्पके प्रकारतादीनां सत्वात् असत्वात् प्रकारतादीनाम् असत्वात् न वक्ष्यमाणं जात्यादिकं प्रकार विधया भासते. अतः तस्य शब्देन निरूपणं दुष्कम् इति मूले उक्तं किञ्चित् इदम् इति. अस्तु, यद्यपि तत्र मूलग्रन्थे तु प्रथमं निर्विकल्पकं तस्य निरूपणं कृत्वा एव सविकल्पकस्य निरूपणं कृतम् आसीत् परं मूलग्रन्थे. मूलतर्कसङ्ग्रहग्रन्थे. परन्तु अत्र यद् विद्याधर्यां तु सुकरम् इति चिन्तयित्वा प्रथमं सविकल्पकं निरूप्य अनन्तरं निर्विकल्पकस्य निरूपणं कृतम् इति लेखकः वदति. तत्र निर्विकल्पके प्रकारतादीनां सत्वात् क्षम्यताम् असत्वात् भगिनी अत्र लेखकः वदति इति अपि अस्ति, तथा एव वयं दृष्टवन्तः खलु पूर्वस्मिन् पृष्ठे अपि. प्रथमतया अत्र प्रकारतादीनां निरूपणं प्रथमं कृतं. तत्र वयं दृष्टवन्तः नीलिमाघटः इति प्रथमं दृष्टवन्तः. नीलिमाघटः इत्यस्मिन् प्रकारता, विशेष्यता, संसर्गता सर्वं दृष्टवन्तः. तत्सर्वं किम् इति दृष्टवन्तः. तदनन्तरमेव सप्रकारकज्ञानं नाम किम् इति तत्र तस्य विवरणम् आसीत् खलु. तदनन्तरं तत्र सप्रकारकज्ञानम् इत्युक्ते न केवलं सप्रकारकं परन्तु ससंसर्गकं, सविशेष्यकं सर्वम् अस्ति तस्मिन्. यतोहि प्रकारः स्वतन्त्रतया न भवति, तस्य आश्रयः भवति इति तत् सर्वं निरूपितं खलु, क्रमेण निरूपितमासीत्. आम्. अनन्तरं तत्र निर्विकल्पके प्रकारतादीनाम् असत्वात् यत्र वयं दृष्टवन्तः इदानीमेव, निर्विकल्पके तु निष्प्रकारकं निस्संसर्गकं निर्विशेष्यकम् अस्ति इति तस्य सत्त्वात् न वक्ष्यमाणं जात्यादिकं प्रकारविधया भासते. अग्रे किम् अग्रे जात्यादिकं विषये न वदति इति वा प्रकारविधया भासते. अत्र राजेन्द्रमहोदय किञ्चित् वदति वा? प्रयत्नं करोमि भगिनि. तत्र निर्विकल्पके प्रकारता आदीनां सत्त्वात् न वक्ष्यमाणं जाति आदिकं प्रकारविद्या भासते. निर्विकल्प ज्ञाने यत्र प्रकारता आदीनां तथा सत्त्वात् तत्र न भवति तथा तस्य अग्रे गत्वा तत् जाति आदिकं प्रकारविद्या भासते. जाति आदिकं प्रकारविद्या तस्य जाति आदिकं किम् अस्ति किं जाति अस्ति तत्रापि अग्रे गत्वा वक्ष्यति लेखकः. यथा निर्विकल्पज्ञाने तत् प्रकारता आदि तत् न भवन्ति तत् तथैव तत् अग्रे गत्वा तत् जाति अधिक जाति आदि ये भिन्न भिन्न विद्या या प्रकारता सन्ति तत्र अग्रे किञ्चित् लिखितमस्ति. तत् न इति पदस्य अन्वयः केन शब्देन भवति? न भासते. तत्र स्पष्टता न भवति तत्र निर्विकल्पज्ञाने. अस्तु, अत्र पश्यतु, अत्र तत्र निर्विकल्पके प्रकारतादीनाम् असत्त्वात् इति तु सम्यक्तया उक्तम्. इत्युक्ते निर्विकल्पज्ञानस्थले प्रकारता संसर्गता विशेष्यता इति तादृशव्यवहारः एव नास्ति इति तु सत्यम्. एतावता दृष्टवन्तः. अग्रे वक्ष्यमाणजात्यादिकं प्रकारविधया न भासते. अत्र निर्विकल्पकज्ञाने वक्ष्यमाणजात्यादिकम् इत्युक्ते अग्रे डित्तोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयम् इति जात्यादिकम् अस्ति खलु, यत्र यत्र विशेषणविशेष्यभावः भवति. तादृशविशेषणविशेष्यभावः अत्र निर्विकल्पकज्ञानस्थले न प्रतीयते, यतोहि अत्र निष्प्रकारकज्ञानम् इति उक्तम्. अत्र तु प्रकारता संसर्गता विशेष्यता इति व्यवहारः एव नास्ति. अतः इदानीं मम पुरतः एकः मनुष्यः अस्ति, तस्य नाम अस्ति कृष्णः. कृष्णः इति नाम अस्ति सप्रकारकज्ञानस्थले. अस्तु, कृष्णः इति संज्ञापदम् अस्ति, संज्ञाप्रकारः अस्ति. तं पुरुषम् अन्येभ्यः पुरुषेभ्यः पृथक् करोति इति कृत्वा तत्र संज्ञापदं प्रकारं तस्मिन् प्रकारता अस्ति. मनुष्ये विशेष्यता अस्ति इति कृत्वा तयोः संज्ञासंज्ञीसम्बन्धः भवति सप्रकारकज्ञानस्थले. परन्तु अत्र निष्प्रकारकज्ञानस्थले यत्र जात्यादिकम् अस्ति तत्र प्रकारविधया न भासते, इत्युक्ते तत्र प्रकारता इति न प्रतीयते खलु. तदेव दत्तमस्ति. वक्ष्यमाणम् इत्युक्ते अग्रे तस्मिन् विषये वदिष्यति. तस्मिन् सन्दर्भे निर्विकल्पकज्ञानस्थले जात्यादिकं प्रकारविधया न भासते, न प्रतीयते. तत्रापि किञ्चिदस्ति इति एव वयम् अवगच्छामः, न तु प्रकारता विशेष्यता संसर्गता इति नास्ति. अस्तु, अग्रे भगिनी अत्र अन्तिमवाक्यम्. आं भगिनि, अतः तस्य शब्देन निरूपणं दुष्कम् इति मूले उक्तं किञ्चित् इदम् इति. अतः एव तस्य निरूपणम् इत्युक्ते निर्विकल्पकस्य निरूपणं वा? निर्विकल्पस्य निरूपणम्. अतः एव वयम् एतावता यत्किमपि वयं पठितवन्तः तत्र किञ्चिदस्ति किञ्चिदस्ति इति एव अवगतवन्तः खलु. अत्र किञ्चिदस्ति इति तत्र शब्दरूपेण व्यक्तीकर्तुं न शक्नुमः. अत्र किम् अस्ति, मम पुरतः घटः अस्ति, परन्तु अहं किञ्चिदस्ति इति एव अवगच्छामि. अतः अत्र किञ्चिदस्ति इत्यस्य शब्दरूपेण वक्तुं न शक्नुमः. यदा अत्र भूतले घटः अस्ति चेत् घटवत् भूतलम् इति आकारकज्ञानम् अस्ति, घटवत् भूतलम् इति तादृश तादृशज्ञानेन वयं शब्देन वक्तुं शक्नुमः, अस्तु घटः अस्ति, भूतलम् अस्ति, सम्बन्धः अस्ति, प्रकारता अस्ति, सर्वं वयं वक्तुं शक्नुमः. परन्तु यदि वयं किञ्चित् अस्ति इति एव वदामः तर्हि तादृश आकारकज्ञानं कथं वर्णयितुं शक्नुमः, कथं प्रतिपादयितुं शक्नुमः? शब्देन वक्तुं न शक्नुमः. अतः एव अत्र किञ्चिदस्ति इति एव तावदेव दत्तमस्ति. किञ्चिदिदं यथा तत्र स्पष्टा न भवति तत् कारणात् किञ्चित् अस्ति. सत्यं, स्पष्टता न भवति. सत्यं, किमपि अस्ति मम पुरतः तावदेव प्रथमक्षणे अवगमनं. तदनन्तरं तत्र सप्रकारकज्ञानं भवति. तदनन्तरं घटं पश्यामि, तदनन्तरं घटत्वं पश्यामि, घटरूपं पश्यामि, घटे क्रिया पश्यामि, सर्वं पश्यामि. तदनन्तरं तत्र क्रमेण प्रकारता, विशेषता, संसर्गता सर्वं तदनन्तरम् आगच्छति. प्रथमक्षणे सोपानं भगिनी अस्ति निर्विकल्पकज्ञानं, द्वितीयसोपानं भवति सप्रकारकज्ञानं, तृतीयसोपानं भवति विषयतानां परस्परं निरूपणम् अपि भिन्न प्रकारविषयक ज्ञानं रतद्वित्तोऽहं ब्राह्मणोऽहम् इति रै. अत्र द्वितीयसोपाने एव सप्रकारकज्ञाने एव तत्र सर्वम् आगच्छति, यतोहि प्रकारसहितज्ञानं तत् प्रथमक्षणे निर्विकल्पकं किमपि अस्ति इति ज्ञानं भवति अत्र. तदनन्तरं द्वितीयसोपाने सप्रकारकज्ञानम् इत्युक्ते प्रकारसहितज्ञानं. तर्हि प्रकारस्य ज्ञानं भवति, प्रकारः अस्ति चेत् आश्रयस्य ज्ञानं भवति, आश्रयः अस्ति चेत् सम्बन्धस्य ज्ञानं भवति. सर्वं द्वितीयसोपाने एव भवति. तृतीयसोपानं किम् अस्ति महोदय? त्रीणि सोपानानि उक्तवान. तत्र तु तत्र भिन्न भिन्न विषये त्रीणि सोपानि उक्तवान् खलु. अत्र यत्र विशेष्यः अत्र विशेष्यः अस्ति चेत् तर्हि तत्र तस्मिन् विषये विशेष्यता अस्ति. विशेष्यता अस्ति चेत् तादृशज्ञानं सविशेष्यकज्ञानं इति तादृशसोपानम् उक्तवान्. परन्तु अत्र प्रथमं निर्विकल्पकज्ञानं भवति चेत् तत्र तदनन्तरं सविकल्पकज्ञानं भवति. सविकल्पकज्ञाने त्रीणि सोपानि किम् इत्युक्ते सविकल्पकज्ञाने विशेष्यम् अस्ति. तर्हि विशेष्यम् अस्ति इति अस्ति चेत् तस्मिन् विशेष्यता अस्ति, तर्हि सविशेषकज्ञानं. विशेषणं सम्बन्ध एवमेव अत्र प्रकारः अस्ति तर्हि तस्मिन् प्रकारता अस्ति, तर्हि तादृशज्ञानं सप्रकारकज्ञानम् अस्तु. अस्तु, तर्हि अत्र एतावत् स्पष्टमस्ति वा? आमाम्. अस्तु अस्ति अस्तु. अग्रे राजेन्द्रमहोदय अग्रे पठति वा? आम् आम् भगिनि. सप्रकारकज्ञाने भूतलं घटवत् इत्यादि आकारके घटः प्रकारः इति अविवादं. परन्तु अनादाय अपि लौकिकदृष्ट्या एकपदार्थ भाने अपि एकपदार्थ भाने अथवा अभाने एकपदार्थभानमित्युक्ते अनुभूति ज्ञानं. सत्यं, ज्ञानं ज्ञानं. एकपदार्थ भाने अपि ये प्रकारविद्या भासन्ते तान् पदार्थानां जात्यादीन् दर्शयति. यथा दिथ्यो अयम् इति आद्यं संज्ञाप्रकारकं भवति, द्वितीयं भ्रमणत्वप्रकारकं व्यक्तिविशेषकं भवति, तृतीयं शामरूपगुणप्रकारकं गुणविशेषकं, चतुर्थ च पाकक्रियाप्रकारकं क्रियावद्विशेषकं च इति भेदेन ज्ञानाय चत्वारि ज्ञानानि उदाहृतानि. अत्र सप्रकारकज्ञाने यथा भूतलं घटवत् तस्मिन् उदाहरणे तस्य इत्यादि अकारके घटः प्रकारः इति अभिवादनं. घटः एकः प्रकारः अस्ति, तत् तत्र कोऽपि संशयः नास्ति, अविवादम् अविवादम् अस्ति सः। परन्तु घटभूतल आदि पदार्थ द्वयम्ना अनाधाय अपि, परन्तु यदा घटभूतलं पदार्थ अस्वीकृत्य अपि लोकदृष्ट्या एकपदार्थभाने अपि ये विद्या भासन्ते, लोकदृष्ट्या अपि एकपदार्थज्ञाने अपि ये प्रकारविद्या भासन्ते, तत्र प्रकाराः सन्ति, तत्र तादृशी भासते, तान् पदार्थान् जाति आदीन् दर्शयति। यथा तादृशी यथा प्रकारविद्या तथा अवगच्छामः भासन्ते, तत्र जाति आदि तत्र दर्शयति, तस्मिन् यत्किमपि पदार्थः भवतु तत्र जाति अस्ति अथवा अन्यत् कोऽपि संज्ञा अस्ति तत्र तु दर्शयति एव। यथा दिथ्यो अयम् इति, दिथ्यो अयम् इति, अत्र दिथ्यो इत्युक्ते कोऽपि संज्ञा अस्ति, अत्र संज्ञा अस्ति, तत्र संज्ञाप्रकारकं भवति, यथा दिथ्यो अयं यथा। महोदय क्षम्यताम्, अत्र पदार्थद्वयम् अनादाय अपि लौकिकदृष्ट्या एकपदार्थबाने अपि ये प्रकारविधया भासन्ते, अत्र लौकिकदृष्ट्या एकपदार्थज्ञाने प्रकारविधया भासन्ते इति अत्र किम् अस्ति, किञ्चित् इतोपि विवृणोतु। इत्युक्ते अत्र सामान्यतया एकः एव पदार्थः अस्ति चेत् घटः इति एव अस्ति मम पुरतः, घटः अस्ति, तर्हि तत्र घटमेव अहं पश्यामि, तर्हि सामान्यतया वयं लौकिकदृष्ट्या पश्यामः चेत् तत्र एकः एव पदार्थः अस्ति, तर्हि तत्र प्रकारता कथं वा भवति, विशेष्यता कथं वा भवति, सम्बन्धः कथं वा भवति इति वयं चिन्तयामः सामान्यतया, खलु, लौकिकदृष्ट्या, यतोहि एकः एव पदार्थः। सामान्यतया यत्र पदार्थद्वयम् अस्ति तत्र एव विशेष्यविशेषणभावः अथवा सम्बन्धः तादृशं भवति, परन्तु एकः एव पदार्थः अस्ति, तर्हि लौकिकदृष्ट्या एकपदार्थः इति एव ज्ञानं भवति, परन्तु यदि शास्त्रीयचिन्तनं वयं कुर्मः इदानीम् अत्र नैयायिकैः किं तत् तस्मिन् सन्दर्भे किं कुर्वन्ति, ते किं कुर्वन्ति इत्युक्ते एकः एव पदार्थः अस्ति, तथापि एकपदार्थे अपि सूक्ष्मरीत्या चिन्तयामः चेत् अत्र घटः अस्ति, परन्तु घटे घटत्वम् अस्ति, घटत्वम् इति विशेषणम् अस्ति, अत्र घटत्वम् इति जात्या एव घटः अन्येभ्यः पदार्थेभ्यः पृथक्, अतः घटत्वम् इत्यस्मिन् प्रकारता अस्ति, घटः इत्यस्मिन् विशेष्यता अस्ति, तयोः सम्बन्धः जातिव्यक्तयोः सम्बन्धः समवायसम्बन्धः, तर्हि समवायसम्बन्धः अपि अस्ति, तर्हि एकः एव पदार्थः परन्तु तत्रापि प्रकारविधया भासन्ते। यथा पूर्वम् अस्माभिः भूतले घटभूतलयोः तत् पदार्थद्वयम् आसीत्, तत्र तु प्रकारता विशेषता संसर्गता अस्ति, परन्तु यदा एकपदार्थं स्वीकुर्मः तस्य घटः अस्ति, परन्तु घटे अपि तत्र तादृशी घटत्वम् अस्ति, जाति अस्ति, तत्र घटत्वं मध्ये समवायसम्बन्धेन तत् संसर्गता अस्ति, अपि च घटत्वं तु विशेषणम् अपि घटः तत् विशेषम् अस्ति, तत् तादृशी तत् प्रकारता सन्ति, तत्र तिस्रप्रकारकाः तत्र सन्ति घटे अपि, यथा एकपदार्थ स्वीकुर्मः एवं भगिनि। सत्यं सम्यक् यथा दिथ्यो अयम् इति अत्र दिथ्यो किञ्चित् कोऽपि संज्ञा अस्ति तावदेव, आद्यं संज्ञाप्रकारकं भवति, यथा कुत्रचित् महोदय कुत्रचित् अहं श्रुतवती डित्तः इति, यत्र यथा वयम् आङ्ग्लभाषायां वदामः टाम् डिक् एण्ड् ह्यारि इति वदामः खलु, इत्युक्ते कोऽपि अस्ति इति, तथा अत्र डित्तः डवितः इति तादृश संज्ञापदं यत्किमपि भवतु, कोऽपि संज्ञा कोऽपि अस्ति इति संज्ञापदमस्ति कोऽपि विशेषपुरुषः मा भवतु, तत् कोऽपि संज्ञा चलति यत् कोऽपि भवतु तत्र दृष्ट्वा वदामः. अस्तु, न जानि ज्ञातवान् अहं. द्वितीयं ब्राह्मणत्वप्रकारकं व्यक्तिविशेषिकं, यथा कोऽपि वदामः ब्राह्मणः अस्ति, तत् व्यक्तिविशेषिकं ज्ञानं भवति. तथा तत् प्रकारकं व्यक्तिविशेषे तत् किं भवति? तत् इत्युक्ते एकः मनुष्यः अस्ति, यथा वयं दृष्टवन्तः घटः अस्ति, घटे घटत्वम् अस्ति. इदानीम् एकः मनुष्यः अस्ति, सः मनुष्यः ब्राह्मणः अस्ति. तर्हि अत्र ब्राह्मणः इति विशेषणमस्ति. ब्राह्मणत्वम् इति विशेषेण सः पुरुषः अन्येभ्यः पुरुषेभ्यः पृथक् भवति इति कृत्वा अत्र ब्राह्मणत्वं प्रकारः अस्ति. ब्राह्मणत्वे प्रकारता अस्ति. ब्राह्मणत्वं नाम किम् इति चेत् व्यक्तिविशेष्यः अस्ति. इत्युक्ते सः तस्मिन् पुरुषे विशेष्यता अस्ति. यतोहि अत्र ब्राह्मणत्वम् इति पुरुषं रञ्जयति, इत्युक्ते पृथक् करोति. अतः अत्र विशेषणविशेष्यभावः अस्ति. तयोः सम्बन्धः अपि अस्ति अत्र, जातिव्यक्तयोः सम्बन्धः, पुनः समवायसम्बन्धः. तृतीयं शामरूप. स्पष्टमस्ति वा महोदय? व्यक्तिविशेषकं भवति. तृतीयं शामरूपगुणप्रकारकं गुणविशेषकं, उदाहरणे तत् शामरूपगुणं, तत्र शामरूपगुणः अस्ति तत्र कस्मिन् पदार्थे तत्र अपि तत्र प्रकारताः भवति, तत् विशेषणम् अस्ति, अपि च विशेष्यम् अस्ति. विशेषणं तु गुणः अस्ति, शामरूपगुणः विशेषणम् अस्ति. तस्य यस्मिन् सः गुणः अस्ति सः विशेष्यम् अस्ति, अपि च तस्मिन् समवायसम्बन्धः अपि अस्ति गुणगुणिनोः. तत्र तादृशी संसर्गता अपि अस्ति तस्मिन्. चतुर्थं च पाकक्रियाप्रकारकं क्रियावद् विशेषकम् इति. पाकक्रियाप्रकारकं यथा तत् क्रियावद् विशेषकं, तत् कथं तत् प्रतिपादितुं शक्नुमः पाकक्रियाप्रकारकं भगिनि? इत्युक्ते एकः पुरुषः अस्ति इति चिन्तयतु, सः पाचकः अस्ति, पाकक्रियां करोति. इत्युक्ते पाचकः इति विशेषणम् अस्ति. सः मनुष्यः, मनुष्ये विशेष्यता अस्ति. मनुष्यः एव क्रियावान् अस्ति, क्रियावान्, तादृशी क्रिया तस्मिन् मनुष्ये सम्भवति. इत्युक्ते मनुष्यः क्रियावान्, अत्र क्रिया अस्ति पाकक्रिया. क्रिया एव अत्र पाचकः इति प्रकारः अस्ति. अत्र क्रिया, मनुष्यः क्रियावान्, अतः सः एव विशेष्यः अस्ति मनुष्यः. तयोः सम्बन्धः क्रियावतोः सम्बन्धः अस्ति, समवायसम्बन्धः. इति भेदेन ज्ञानाय चत्वारि ज्ञानानि उदाहृतानि. तत् चत्वारि केवलम् अत्र उदाहरणरूपेण दत्तमस्ति. अत्र एकपदार्थबाणे अपि कथं प्रकारविधया भासन्ते, जात्यादीन् दर्शयति. तर्हि अत्र वयं दृष्टवन्तः, अत्र संज्ञापदं भवितुमर्हति, अथवा संज्ञावाचकपदं, जातिवाचकपदम्, अथवा गुणवाचकपदम्, अथवा क्रियावाचकपदं भवति इति. तादृशशब्दप्रयोगेन ज्ञानस्य स्पष्टीकरणं भवति. सर्वे सविकल्पज्ञानानि सन्ति तत्र. सत्यं, सर्वत्र सप्रकारकज्ञानं. सप्रकारकज्ञानम् अस्तु. अत्र अवगच्छति वा महोदय? अस्तु. अत्र सरला भगिनी एकवारं वदति वा इति, एक घटः इति पदार्थं स्वीकृत्य तत्र किं किं सम्भवति इति वदतु एकवारं. यदि अयं घटः इति भवति, ज्ञानस्य आकारः प्रथमे क्षणे निर्विकल्पकज्ञानम् अस्ति, तद्भवति किञ्चित् निष्ठ विषयता प्रकारक किञ्चित् निष्ठ विषयता प्रकारकज्ञानं, तत् तदनन्तरं सविकल्पज्ञानम् आगच्छति. अयं घट यदि अस्ति तत्र भवति घटनिष्ठ विशेषता निरूपित विषयता ज्ञाननिष्ठविषयिता भवति विशेषता सविशेषकज्ञानं. अयं घट तस्मिन् अस्ति घटत्वजाति, घटत्वजाति भवति तस्य विशेषणं. सो घटत्वजाति इति अस्ति प्रकार. सो घटत्वनिष्ठः प्रकारता निरूपितज्ञाननिष्ठविषयिता इति भवति सप्रकारकज्ञानं जाति प्रकारकज्ञानम् आगच्छति. तदनन्तरं घटत्वजाति तयोर्मध्ये किं सम्बन्धः अस्ति, समवायसम्बन्धः, तत् ज्ञानस्य अनुभूतं तत् ज्ञानस्य अनुभूतिः आगच्छति. तत् भवति समवायनिष्ठ संस्कारता निरूपित ज्ञाननिष्ठविषयिता, तद्भवति संस्कर्क ज्ञानम् आगच्छति. तेषां मध्ये परस्परं ज्ञानम् अपि अस्ति, घटनिष्ठविषयि विशेषता निरूपित घटत्वं जातिनिष्ठ प्रकारता ज्ञानम् इति प्रकारता निरूपकज्ञानम् अपि आगच्छति. तदनन्तरं अस्ति अयं घट इति भवति सम्पूर्णज्ञानं. समीचीनं भगिनि. अस्तु, यदि भवति नीलघट, नीलघट यदि वयं उदाहरणं वदामः तत्र नीलरूप अपि आगच्छति तत्र. सो नीलरूपं तत्र वदामः जाति अपेक्षया नीलरूपं तत्र भवति नीलरूप प्रकार नीलरूपमिति गुणः आगच्छति खलु, गुणः आगच्छति. आम् नीलरूपम्. अस्तु सम्यक्. अत्र नीलरूपं नीलः घटः इति स्वीकृत्य रमप्रिया भगिनी एकवारं वदति वा अत्र किं किं सम्भवति. नीलः घटः, अस्तु, तत्र तु नीलरूप इति गुणं, नीलरूपगुणप्रकारकम् इति भवति तत्र. यदा तृतीयं दत्तमस्ति तादृशमेव किल, नीलरूपगुणप्रकारकं गुणिविशेष्यकम् इति भवति. अत्र श्याम श्यामरूपगुणप्रकारकम् इति कीदृशसमासः? श्यामरूपगुणप्रकारकं कर्मधारयः किल? सत्यं, सत्यमारूपगुणप्रकारकं समानाधिकरण्यम् अस्ति, एकार्थबोधकत्वम् अस्ति, समानविभक्तिकत्वमपि अस्ति. आम् खलु, अत्र श्यामः इति अपि प्रकारः, गुणः अपि प्रकारः अत्र. सम्यक्. अस्मिन् परिच्छेदे एकपदार्थस्य विषये एव दत्तमस्ति किल? सत्यम्. एकपदार्थम् अस्ति चेदपि पृथक् पृथक्तया वयं द्रष्टुं शक्नुमः. एकः मनुष्यः अस्ति, तस्य नामकरणं कृष्णः अस्ति चेत् तत्रापि प्रकारता संसर्गता सर्वम् अस्ति. अथवा एकः पुरुषः अस्ति, ब्राह्मणः अस्ति, तत्रापि तत्र प्रकारता विशेषता संसर्गता सर्वम् अस्ति. अथवा एकः घटः अस्ति, घटे रूपम् अस्ति, रूपं कीदृशरूपम् इति ते श्यामरूपम् इति चिन्तयामः चेत् तत्रापि प्रकारता विशेषता संसर्गता सर्वम् अस्ति. अत्र पदार्थः एकः एव पदार्थः. एवमेव अत्र घटः अस्ति, तस्मिन् क्रिया सम्भवति इति कृत्वा तत्र तत्रापि विशेषणविशेष्यभावः भवति. यतोहि क्रिया क्रियावान् अस्ति घटः. Hmm. स्पष्टमस्ति खलु? आम् अत्र भगिनि. अस्तु, अत्र रामप्रिया भगिनी एकवारम् अत्र सारांशरूपेण वदतु, अत्र सविकल्पकज्ञाने किं भवति, निर्विकल्पकज्ञाने अत्र अत्र यत्किमपि वयम् एतावता पठितवन्तः, सारांशरूपेण किं किम् अस्ति सविकल्पकज्ञाने निर्विकल्पकज्ञाने? अस्तु, सविकल्पकज्ञाने तु वयं विषयतात्रयमपि वयं तत्र ज्ञातुं शक्नुमः. सप्रकारता, ससंसर्गता, सविशेष्यता इति. निर्विकल्पकज्ञाने तु प्रकारकं, निस्संसर्गकं, निर्विशेष्यकं ज्ञानमेव भवति. तत्र एव वयं दृष्टवन्तः निष्प्रकारकं ज्ञानं निर्विकल्पकं भवति. तत्र किञ्चिदेव ज्ञानं भवति. सविकल्पकज्ञानस्य पूर्वक्षणे निर्विकल्पकज्ञानं भवति. तत्र पूर्णतया यदा सविकल्पकज्ञाने ज्ञानं भवति तादृशं न भवति, तत्र किञ्चिदेव ज्ञानम् इति भवति. किमर्थं तथा भवति? तत्र यदा वयं तत्र तु वयं संसर्गता, विशेष्यता, प्रकारता दृष्टवन्तः, तयोः मध्ये परस्परसम्बन्धः अपि आसीत्. अत्र तादृशं न भवति. तत्र तु अत्र तु रूपं वा ज्ञाने रूपं वा घटं वा रञ्जकः न भवति, तद् न रञ्जयति इति एव. तदेव किल भगिनी, किमपि अन्य? सत्यं सत्यं, सम्यक् सम्यक्, तदेव. अत्र विषयतानां परस्परं सम्बन्धः न भवति, निरूप्यनिरूपकभावः न भवति, अतः प्रकारता न भवति, संसर्गता न भवति, विशेषता न भवति अत्र निष्प्रकारकज्ञाने. सम्यक्. अन्ततो गत्वा एकपदार्थे अपि प्रकारता, संसर्गता, विशेषता एतादृशज्ञानं भवति. सूक्ष्मरीत्या शास्त्रीयचिन्तनं कुर्मः चेत् तत्रापि तादृशज्ञानं भवति, परन्तु लौकिकदृष्ट्या वयं चिन्तयामः एकः एव पदार्थः अस्ति, कथं वा विशेषणं भवितुम् अर्हति, परन्तु शास्त्रीयचिन्तने तत्रापि प्रकारता सर्वं भासते इति सारांशः अस्ति. अस्तु, तावदेव वयं कृतवन्तः खलु वर्गे? अस्तु, कोऽपि प्रश्नः अस्ति वा? अस्तु अस्तु, तर्हि समापयामः. धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.